नमस्कारः सर्वेभ्यः. नमस्कारः महोदय. नूतनन्यायवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति न्यायशास्त्रम् इति. अस्मिन् वर्गे पठ्यमानं पुस्तकं विद्याधरी इति. विद्याधरी इति ग्रन्थः अन्नं भट्टैः विरचितः तर्कसङ्ग्रहः इति ग्रन्थस्य व्याख्या अस्ति. अस्य ग्रन्थस्य वैशिष्ट्यमस्ति यत् सरलभाषया न्यायशास्त्रस्य परिचयः प्राप्यते इति कृत्वा विद्याधरी इति ग्रन्थः चितः अस्ति अस्य वर्गार्थम्. न्यायशास्त्रविषये परिचयत्वेन किञ्चित् अहं वदामि. भारतीयशास्त्रपरम्परायां षड् आस्तिकदर्शनशास्त्राणि सन्ति इति जानीमः. योगशास्त्रं, साङ्ख्याशास्त्रं, मीमांसशास्त्रं, वेदान्तशास्त्रं, वैशेषिकशास्त्रं च न्यायशास्त्रम् इति षड् आस्तिकदर्शनशास्त्राणि सन्ति. तर्हि न्यायः इति अपि षड् आस्तिकदर्शनशास्त्रेषु अन्यतमं शास्त्रम् अस्ति. आस्तिकशास्त्रम् अथवा आस्तिकदर्शनशास्त्रम् इति वदामश्चेत् अधुना तस्य अर्थः कः इति ज्ञातव्यः भवति खलु. आस्तिकशास्त्रेषु वेदस्य प्रामाण्यं मन्यन्ते. वेदः प्रमाणमस्ति आस्तिकदर्शनशास्त्रेषु. नास्तिकशास्त्रेषु तथा नास्ति. एवं वेदस्य प्रामाण्यं मन्यमानं शास्त्रमस्ति न्यायशास्त्रम्. सर्वाणि आस्तिकदर्शनशास्त्राणि अपि तथा एव वेदस्य प्रामाण्यं मन्यन्ते तत्र. न्यायशास्त्रे वयं किं कुर्मः इति चेत् तर्कस्य माध्यमेन, इत्युक्ते तर्कम् उपयुज्य जगति यावन्तः पदार्थाः सन्ति तेषां सर्वेषां विश्लेषणं भवति च तेषाम् अवगमनेन अन्ततो गत्वा आत्मज्ञानं प्राप्तुम् इच्छन्ति नैयायिकाः. वस्तुतः दर्शनशास्त्रेषु अयमेव आशयः, अन्ततो गत्वा आत्मनः ज्ञानं. तद् ज्ञानं कथं प्राप्यते इति विषयः भिन्नः, मार्गः भिन्नः. तर्हि न्यायशास्त्रे तर्कस्य माध्यमेन जगतः वस्तूनाम् अथवा पदार्थानां विश्लेषणं कृत्वा अन्ततो गत्वा आत्मज्ञानं प्राप्तुम् इच्छन्ति नैयायिकाः. आत्मा अपि एकः पदार्थः इति मन्यते नैयायिकैः. अस्तु, अधुना तर्कस्य साधनार्थं किञ्चन ज्ञानम् आवश्यकम्. तर्कं कर्तुं केन आधारेण कर्तुं शक्नुमः तर्कं? किञ्चन ज्ञानस्य, कस्यचित् ज्ञानस्य आधारेण कर्तुं शक्नुमः. अनेन ज्ञानेन तर्कबद्धं चिन्तनं साधयितुं शक्ष्यामः अपि. तर्हि न्याये ज्ञानं चतुर्विधम् अस्ति. प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणं च शाब्दबोधः इति चतुर्विधज्ञानमस्ति न्याये. एषां माध्यमेन लोकस्य अवगमनं भवति. चतुर्विधज्ञानानां विषये अपि चर्चा भवति अग्रे गत्वा. न्यायशास्त्राध्ययनप्रसङ्गे एतेषां ज्ञानानामपि विषये किञ्चित् ज्ञातुं शक्नुमः. अपि च एतदपि वक्तव्यमस्ति यत् सामान्यतया न्यायशास्त्रं जटिलम् इति उच्यते सर्वैः. परन्तु विद्याधरी इति ग्रन्थं यं वयं पठामः अस्मिन् बहु सरलभाषया न्यायशास्त्रस्य सिद्धान्तानाम् उपस्थापनं कृतमस्ति. यथा मया पूर्वोक्तं, विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहः इत्यस्य व्याख्या अस्ति. ग्रन्थः उद्घाटितं स्यात्, सर्वेषां पुरतः PDF इति अस्ति खलु, अथवा पुस्तकमेव स्यात्. तर्हि विद्याधरी पुस्तकस्य द्वितीये पुटे Page 2 इत्यस्मिन् PDF मध्ये पश्यन्ति चेत् अन्ते द्वितीयपुटे अधोभागे एकः श्लोकः वर्तते, मङ्गलाचरणम् इति कृत्वा स्थूलाक्षरैः लिखितं श्लोक, स्थूलाक्षरैः लिखितः श्लोकः. तस्मिन् उच्यते यत् बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति. विद्याधरी इति तु तर्कसङ्ग्रहस्य व्याख्या इति मया उक्तं. किन्तु तर्कसङ्ग्रहः केषां कृते कृतं? बालानां कृते कृतम् इति अत्र उक्तमस्ति. बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः. तर्हि अधुना प्रश्नः उदेति, बालः इत्युक्ते कः? वयं सर्वे बालाः तु न सन्ति, तर्हि इमं ग्रन्थं वयं पठितुं शक्नुमः वा, अस्माकं कृते अस्ति वा इति प्रश्नः उदेति प्रायः. बालानां सुलभावगमनाय, बालानाम् अवगमनसौकर्याय विरचितः ग्रन्थः तर्कसङ्ग्रहः इति अत्र अर्थः अस्ति. तर्हि बालः Sorry to interrupt, but where is the, on what page is the Bala shloka that you are referring to? Page 2, bhagini. Antato, antima bhaghe asti. Sthulaksharahi, meaning in bold, there is a shloka. Bala naam sukhabhodaya kriyate tarkha sangraha hai iti. I don't see it. It's okay, bhagini. We'll get to it. Okay. I found it. Sorry. Thank you. तत्र अत्र परिचयत्वेन वक्तव्यमस्ति. तर्हि वस्तुतः बालः इत्युक्ते कः, लघुबालकः इति तु नास्ति. वस्तुतस्तु बालः इति कश्चन न्यायशास्त्रे पारिभाषिकशब्दः. बालः इत्युक्ते ग्रहणधारणपटुः बालः इति उच्यते तैः, लघुबालकः इति न. तर्हि ग्रहणधारणपटुः इत्यस्य को अर्थः? यस्य कस्यापि जनस्य ग्रहणसामर्थ्यम् अस्ति अपि च धारणशक्तिः अस्ति सः बालः इति अर्थः आगच्छति. अत्र शास्त्रीयशब्दः अस्ति बालः, ग्रहणधारणपटुः नाम यः कोऽपि विषयं ग्रहीतुं शक्नोति, अवगन्तुं शक्नोति, सः ग्रहणपटुः. धारणपटुः इत्युक्ते यः विषयं मनसि धर्तुं शक्नोति, विषयं स्मरति, तादृशः अस्ति बालः. तेषां सुखबोधाय, तादृशबालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति उच्यते. अस्तु, इतोपि एकः विषयः वक्तव्यः अस्ति अत्र. पुनः अधीतव्याकरणकोशादिमान् अनधीततर्कशास्त्रः इति बालः इत्यपि उच्यते. अधीतव्याकरणकोशादिमान् इत्युक्ते यस्य कस्यापि व्याकरणस्य शिक्षा जाता, व्याकरणशास्त्रम् अधीतवान् अस्ति, परन्तु अनधीततर्कशास्त्रः. तर्कशास्त्राध्ययनं नाम न्यायशास्त्राध्ययनं न कृतं. येन इदानीमेव न्यायशास्त्राध्ययने प्रविष्टः तादृशः अस्ति बालः, ग्रहणधारणपटुः, अधीतव्याकरणकोशादिमान् अनधीततर्कशास्त्रः, तादृशः अस्ति बालः. तर्हि वयं सर्वे तादृशाः न्यायशास्त्राध्ययने प्रविष्टाः, अपि च न्यायशास्त्राध्ययनं कर्तुं समर्थाः सन्ति. तादृशबालानां सुखबोधाय ग्रन्थः तर्कसङ्ग्रहः इति विरचितः, तर्कसङ्ग्रहस्य व्याख्यारूपेण विद्याधरी इति ग्रन्थः अस्ति. अस्तु, इति कश्चन परिचयः जातः. अधुना न्यायाध्ययने अग्रे गच्छेम. सर्वेषां स्वागतं पुनः. अपि च अस्माकं वर्गे पठनपाठनशैली कीदृशी इत्यपि किञ्चित् वक्तव्यं भवति. यथा सामान्यं अपरेषु वर्गेषु प्रायः एकः शिक्षकः अथवा एका शिक्षिका वदति, अन्ये शृण्वन्ति इति शैली परिचिता एव. किन्तु अस्माकं वर्गेषु किं कुर्मः, प्रत्येकं छात्रः एकमेकं परिच्छेदं वा अथवा काश्चन पङ्क्तीः च पठित्वा स्वस्य वाक्यैः किम् अवगतम् इति वदति. तदनन्तरम् अवगमनपूरणार्थम् इतोपि प्रतिपादनं भवति इति अस्माकं पाठनशैली अस्ति अस्माकं वर्गेषु. अस्तु, इति आरब्धुं शक्नुमः. अस्माकं केचन पुरातनछात्राः अपि सन्ति अस्मिन् वर्गे, तर्हि ते प्रायः दर्शयितुं शक्नुयुः कथं पाठनं भवति इति. तर्हि सव्यसाचि महोदय, आरब्धुमिच्छति वा प्रथमपरिच्छेदम्? प्रथमपुटे एकनिमिषम् आगे सर्वेषां पुरतः पी डि एफ़् अस्ति चेत् प्रथमपुटं गच्छन्तु. प्रथमं श्लोकम् इत्यादिकम् अस्ति, तद् तद् त्यक्त्वा तदनन्तरम् अधोभागे जगति अनेकानि वस्तूनि सन्ति इति अस्ति प्रथमपुटे श्लोकम् इत्यादिकं तस्मात् अनन्तरं ततः आरभ्य सव्यसाची महोदय अधुना पठति. महोदय कृपया. आं भगिनि. जगति अनेकानि वस्तूनि सन्ति, पर्वताः, नद्यः, गृहाणि, मनुष्याः, इतरे प्राणिनः, वनानि, नगराणि इत्यादीनि. तेषां ज्ञानेन बुद्धिः विशदा, विचारसमर्था भवति. परन्तु ते अनन्ताः अनेकविधाश्च, अतः सर्वेषां सर्वविधानां ज्ञानं दुःशकम्. अतः किञ्चन वस्तु यत् बहुषु वर्तते तदादाय तेषां यापनाय पूर्वाचार्यैः यत्नः कृतः. सम्यक् महोदय, एतावत्पर्यन्तं कृपया बोधयतु किञ्चित्. आम् आम्, तर्हि जगति इत्युक्ते वयं यत् पश्यामः बहूनि वस्तूनि सन्ति इत्युक्ते पश्यामः चेत् तत्र वृक्षः अस्ति, पर्वतः अस्ति, नदीः अस्ति, बहूनि वस्तूनि सन्ति. पर्वताः इत्युक्ते अनेकाः पर्वताः सन्ति, नद्यः बहवः नद्यः सन्ति, गृहाणि सन्ति, मनुष्याः सन्ति, एवम् इतरे प्राणिनः सन्ति, वनानि, नगराणि, बहूनि वस्तूनि सन्ति जगति. तर्हि तेषां ज्ञानेन इत्युक्ते वयम् इदानीम् अस्माकं मनसि इदानीं चिन्तयामः चेत् अस्माकं बुद्धिः अस्ति, एवं विचारः अस्ति, एतत् एषः पर्वतः अस्ति, एषा नदीः अस्ति, एवं विचारसमर्था भवति. परन्तु एकमेकं कृत्वा लिखामः चेत् अनन्ताः भवितुम् अर्हति. इत्युक्ते कानिचन वस्तूनि सन्ति, बहवः सन्ति, तर्हि एकमेकं कृत्वा लिखामः चेत् अनन्ताः अनेकविधाः अपि भवति. तर्हि अतः सर्वेषां सर्वविधानां ज्ञानं दुःशकम् इत्युक्ते सर्वं एकमेकं कृत्वा तस्य ज्ञानम् इति बहु कठिनं भवति. इत्युक्ते एकमेकं मनसि स्थापयितुं न शक्नुमः, बहवः सन्ति. अतः किञ्चन वस्तु यत् बहुषु वर्तते तदादाय तेषां यापनाय पूर्वाचार्यैः यत्नः कृतः. इत्युक्ते यदि वयं परिवारः इत्युक्ते बहवः वस्तूनि सङ्ग्रह्यं कृत्वा तदनन्तरम् एक सामूहिकनामं दद्मः चेत् तस्य एकं भवति. इत्युक्ते यथा पृथिवी वदामः, पृथिवी इत्युक्ते एकः द्रव्यः अस्ति, तर्हि पृथिव्याः बहवः द्रव्याः आगच्छन्ति. तथा जलं वदामः चेत् तैलमपि अस्ति, जलमपि अस्ति, अनेकाः तथा भवितुम् अर्हति. तर्हि पूर्व आचार्यैः किं कृतवन्तः, ते यत्नः प्रयत्नं कृतवन्तः केवलं ज्ञानबोधनाय सामूहिकशब्दस्य प्रयोगं कृत्वा जगति ये वस्तूनि सन्ति तेषां विभाजनम् इत्युक्ते कति नामानि दत्तवन्तः. एवम् एकं सामूहिक शब्दं नयामः चेत् बहवः पदार्थाः अथवा बहवः उपद्रव्याः तेषाम् आगच्छति इति अस्ति भगिनि. हा, समीचीनं महोदय. अस्तु महोदय, महोदयेन सम्यक्तया प्रतिपादितम्. अत्र प्रथमपरिच्छेदात् अधः एकं चित्रं लिखितमस्ति. अस्तु, द्रव्यम् इति प्रदर्शयित्वा तत्र नवद्रव्याणि प्रदर्शितानि, पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिग्, आत्मा, मनः इति. द्रव्यम् इति एका श्रेणी अथवा सङ्ग्रहः, समूहः इति वक्तुं शक्यते. पुनः द्रव्ये किम् अस्ति इति चेत् द्रव्ये गुणः अस्ति. अस्तु, अस्य परिच्छेदस्य अन्तिमवाक्यं पश्यतु. अतः किञ्चन वस्तु यद् बहुषु वर्तते तदादाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः. किञ्चन वस्तु यद् बहुषु वर्तते नाम गुणः इति एकं वस्तु, द्रव्यम् इति अपरं वस्तु. गुणः द्रव्येषु सर्वदा वर्तते इति विचिन्त्य पूर्वाचार्यैः किं कृतम्? अस्तु, यस्मिन् यस्मिन् गुणः तद् द्रव्यम् इति उक्त्वा श्रेणीकरणं कृतं. द्रव्यम् इति कश्चन पदार्थः, गुणः इति कश्चन पदार्थः. न्यायशास्त्रे पदार्थः इति पारिभाषिकशब्दाः, केवलम् अत्र वस्तु इति उच्यते, परन्तु वस्तु इत्यस्य प्रयोगं न कुर्मः. जगति अनेकानि वस्तूनि सन्ति इति आरम्भे यदुक्तं तत्तु लौकिकप्रयोगः वस्तु इति. न्यायशास्त्रे पदार्थः इत्यस्य प्रयोगः क्रियते, पारिभाषिकशब्दः. तादृशपदार्थानां श्रेणीकरणं क्रियते. द्रव्यम् इति एकः पदार्थः, गुणः इति अपरः पदार्थः. यत्र यत्र गुणः विद्यते तत् सर्वं द्रव्यम् इति आगच्छति, श्रेणीकरणं कृतम्. अस्तु, अपि च यथा महोदयेन अधुना प्रतिपादितं, द्रव्यम् इत्यस्मात् इत्यस्यां श्रेण्यां पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिगात्मा, मनः इति इमानि वर्तन्ते. पुनः पृथिव्यां कश्चन विशेषः गुणः अस्ति, गन्धः. तर्हि द्रव्यम् अस्ति चेत् द्रव्ये गुणः स्यात् इति एव प्रदर्शितं प्रथमपुटे. पृथिवी अस्ति, पृथिव्याः विशिष्टगुणः गन्धः. जलमस्ति, तस्मिन् शैत्यमिति गुणः. तेजः अस्ति, तस्मिन् औष्ण्यम् इति गुणः. वायुः अस्ति, तस्मिन् स्पर्शः इति गुणः. आकाशः अस्ति, तस्मिन् शब्दः इति गुणः. कालः अस्ति, तस्मिन् सङ्ख्या इति गुणः. दिगस्ति, तस्मिन्नपि सङ्ख्या इति गुणः. आत्मा इत्यपि एकं द्रव्यं, यथा मया पूर्वमेव उक्तम्. आत्मनि ज्ञानम् इति गुणः अस्ति. मनः इत्यपि एकं द्रव्यं, तस्मिन् सङ्ख्या इति वर्तते गुणः. तर्हि एवं कृत्वा श्रेणीकरणं क्रियते. यावन्ति वस्तूनि सन्ति जगति एकस्यां कस्याञ्चित् श्रेण्यं भवतु इति तेषाम् आशयः. अनेन जगतः वस्तूनां जगतः वस्तूनां विश्लेषणं सुलभरीत्या कर्तुं शक्यते इति. अस्तु भगिनि, प्रश्नः आसीत् वा? नाम किम् इति उच्यतां प्रथमतया? श्रीवल्ली. त्रीणि द्रव्याणि गुणानि एकः हि, ऐ मीन् देर् इस् वन् गुण दट् इस् अट्रिब्यूटेड्, द सेम् सेम् गुण इस् अट्रिब्यूटेड् टु त्री डिफ्रेण्ट् द्रव्यास् संख्या. सो डस् संख्या हेव् मल्टिपल् मीनिङ्ग्स् हियर् आर् इस् इट् द सेम् or is it used in the same meaning? The reason I ask is mana having the attribute of sankhya, does it refer to the numerous thoughts or prashnah samichinah bagini api cha bagini bhavati sanskritena vaktum shaknoti va ityukte can you converse in sanskrit prayatnam karomi kintu mama sambhashana parijnanam बहु न्यूनम् अस्ति, क्षन्तव्यं. न, अस्तु, यावत् शक्यं संस्कृतेन वदतु. अस्तु, भवत्याः प्रश्नस्य उत्तरं ददामि अधुना. मनः इति थाट्स् इति नास्ति. मनः इति स्वयम् एकं द्रव्यं, बहूनि मनांसि सन्ति खलु, तदर्थम् एकः मनुष्ये अन्तरे बहूनि मनस्यानि सन्ति तथा नास्ति भगिनि. ये ये जनाः सन्ति विश्वे तेषां सर्वेषाम् एकः मनः विद्यते किल, हा, तदाधारीकृत्य सङ्ख्या. अस्तु, मनः इति एका श्रेणी अस्ति. श्रेणी इत्युक्ते केटेगरी. अस्तु, पुनः द्रव्यम् इति एका श्रेणी. द्रव्यम् इस् अ केटेगरी. तस्मिन् नवद्रव्याणि अत्र प्रदर्शितानि, पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिगात्मा, मनः. अस्तु, प्रत्येकस्मिन् द्रव्ये कश्चन विशिष्टः गुणः विद्यते. गुणः इति एका श्रेणी, केटगरि. द्रव्यम् अपि च गुणः पदार्थः इति उच्यते. जगति यावन्ति वस्तूनि सन्ति ते सर्वे एकस्यां श्रेण्यां विद्यन्ते. अण्ड् दो श्रेणीस् द केटगरी आफ् आल् द वस्तूनि इन् दिस् वर्ल्ड् इस् केटगरैस्ड् इन् टु सेवेन् पदार्थाः, सप्तपदार्थाः. द्रव्यम् अपि च गुणः सप्तपदार्थेषु अन्यतमौ पदार्थौ. अस्तु, शीघ्रमेव सप्तपदार्थाः के इति तृतीयपृष्ठे अस्ति. प्रायः सभ्यसाची महोदय पश्यति चेत् शीघ्रमेव पठति वा. आमां भगिनि, सप्तपदार्थाः सन्ति द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः. हा, समीचीनम्. इति सप्तपदार्थाः. जगति यावन्ति वस्तूनि सन्ति तानि एषु कुत्रचित् वर्तते इति, एषु सङ्ग्रहेषु कुत्रचित् वर्तन्ते. तथा श्रेणीकरणं कृत्वा नैयायिकैः जगतां वस्तूनां विश्लेषणं कृतम्. यतोहि प्रत्येकं वस्तुं स्वीकृत्य एतत् कीदृशम् इति विश्लेषणं कुर्मश्चेत् अस्माकं बुद्धिसौकर्यं न भवति खलु. तदर्थम् एवं श्रेणीकरणं कृतं तैः. कोऽपि प्रश्नः वा कस्यचित्? भगिनी, एकः प्रश्नः अस्ति तत्र, परन्तु ते अनन्ताः अनेकविधाश्च इति अस्ति. ते इत्युक्ते अत्र ते इत्युक्ते वस्तु वा? सत्यं, समीचीनः प्रश्नः भगिनी. तत्र वस्तूनि इति यथा मया उक्तं लौकिकरीत्या खलु. ते इति यथा यदा आगच्छति ते इति पदार्थं सूचयति, पदार्थाः इति चिन्तयतु. अस्तु, यद्यपि परिच्छेदस्य आरम्भे अनेकानि वस्तूनि सन्ति इति आरब्धम्, अन्ततो गत्वा तेषां विशदरीत्या विश्लेषणं क्रियते इति सर्वम् उक्त्वा ते अनन्ताः इति यदि वदन्ति तर्हि पदार्थमेव उद्दिश्य वदन्ति ते. अस्तु, धन्यवादः. हा, सम्यक्. ते इति पदार्थाः पुल्लिङ्गे अस्ति तर्हि बहुवचने ते इति आगतम्. अस्तु, समीचीनमस्ति. इतः अग्रे सरेम तर्हि. विद्या भगिनी, भवती एव अग्रे पठति वा? अस्तु अस्तु भगिनि. एतानि नव वस्तूनि गृह्णीमः, तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. गुणः इति वस्तु पृथ्व्यां, जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. अतः तम् आदाय एते नवपदार्थाः द्रव्यम् इति संज्ञा लभन्ते. तथा च कञ्चन विशेषम् आदाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः. तर्हि अत्र इदानीं वाक्यशः किञ्चित् प्रतिपादयतु येन सर्वेषाम् अवगमनं. अस्तु, एतानि नववस्तूनि गृह्णीमः इति अस्ति. तर्हि इदानीं वयं दृष्टवन्तः नवद्रव्याणि सन्ति इति. पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति. अपि च गुणः, नवगुणाः, गन्धः, शैत्यम्, औष्ण्यं, स्पर्शः, शब्दः, संख्या, अनन्तरं संख्या, ज्ञानं, संख्या इति. तत्र सर्वत्र इत्युक्ते द्रव्येषु, नवद्रव्येषु पृथ्वी, जलम् इत्यादिकं, तेषु सर्वत्र गुणः अस्ति, कश्चित् गुणः अवश्यम् अस्ति. अत्र उदाहरणार्थं पृथ्व्याम् अत्र गन्धः अस्ति, एवमेव जले शैत्यमस्ति इत्यादिकं तत्र. अनन्तरं गुणः इति वस्तु पृथ्व्यां, जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. तर्हि गुणः यत् द्रव्यमस्ति तस्मिन् गुणः अस्ति. तर्हि गुणः गुणः अनुगतं वस्तु इत्युक्ते द्रव्ये गुणः अस्ति इत्युक्ते अनुगत इत्युक्ते सङ्गच्छते, द्रव्यं गुणः सङ्गच्छते इति वक्तुं शक्नुमः वा? इत्युक्ते गुणः द्रव्ये तिष्ठति इति चिन्तयतु. गुणः द्रव्ये तिष्ठति, अस्तु. अतः तम् आदाय एते नवपदार्थाः द्रव्यम् इति संज्ञा लभन्ते. इत्युक्ते अत्र नामकरणम् अस्ति एते नवपदार्थाः द्रव्यम् इति. तथा च कञ्चन विशेषम् आदाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः. तर्हि एष कञ्चन विशेषम् आदाय इत्युक्ते अत्र पृथ्वी इत्युक्ते तत्र विशिष्टगुणः गन्धः इति वा? तम् आदाय अत्र वस्तुतः कञ्चन यद्भवती वदति तदपि सत्यं, परन्तु कञ्चन विशेषमादाय अत्र विशेषः गुणः इति. विशेषः गुणः, ओ अस्तु. गुणमादाय यस्मिन् वस्तुनि गुणः अस्ति अथवा यस्मिन् पदार्थे गुणः अस्ति सः पदार्थः द्रव्यम् इति उच्यते तैः. तर्हि द्रव्यम् इति केवलं नामकरणम्. आरम्भे सर्वाणि वस्तूनि, सर्वे पदार्थाः नामकरणं न जातं, किन्तु तदनन्तरम् एकं विशेषं पदार्थमादाय, अस्माकम् अधुना उदाहरणे तादृशविशेषपदार्थः अस्ति गुणः इति, तम् आदाय तादृशविशेषः यत्र कुत्रापि वर्तते तत् तस्य अधिकरणत्वेन यः पदार्थः अस्ति तस्य नाम द्रव्यम् इति तैः उक्तम्. इति बुद्धं वा भगिनि? द्रव्यम् इति नामकरणमेव. तादृशनामकरणं केन आधारेण जातं? गुणस्य आधारेण. गुणमधिकृत्य यस्मिन् गुणः तादृशपदार्थः द्रव्यम् इति नामकरणं जातम्. अतः द्रव्यमिति वदतु. तर्हि अत्र यदि पृथ्वी इति वदामः तर्हि तत्र पृथ्व्यां तत्र केवलं गन्धः एव गुणः इति वा, अथवा तत्र अन्ये गुणाः अपि सन्ति परन्तु तस्मिन्? सम्यक् प्रश्नः, समीचीनः. पृथिव्याः विशिष्टः गुणः गन्धः. अन्ये गुणाः स्युः किन्तु पृथिव्यां विशिष्टतया गन्धः वर्तते यद् अन्यत्र न वर्तेत. जले नास्ति, तेजसि. तर्हि तदर्थमेव प्रदर्शितं. वस्तुतः केवलम् एते नव वा गुणाः इति न, बहवः गुणाः सन्ति. अत्र प्रदर्शनार्थमेव तैः उच्यते पृथिव्यां विशिष्टतया गन्धः वर्तते. पृथिवीस्थले विशेषः इति गन्धः इति वार्ता अस्ति. क्षम्यतां, द्रव्यम् इति एका संज्ञा, तथैव वस्तु इत्यपि एका संज्ञा खलु? महोदय, न्यायभाषे वस्तु इति न उच्यते, पदार्थः तावदेव. जगति यावन्ति वस्तूनि सन्ति तानि सर्वाणि पदार्थाः, अपि च पदार्थानां सप्तश्रेण्यः सन्ति यथा सव्यसाचीमहोदयेन पठितं, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः. इमे सप्त पदार्थाः इति उच्यन्ते तैः. तथापि अत्र द्वितीये पृष्ठे तृतीयां तृतीये चरणे अनुगतं वस्तु अथवा पदार्थः. इति वस्तु इति प्रयुक्तम् इति सत्यं, केवलम् अस्माकं बोधनार्थम् इति भाति. परन्तु जगत् वस्तु इति यदा वदामः तत् लौकिकरीत्या वस्तु, सङ्गणकम् इति एका वस्तु, लेखनी इति एका वस्तु. परन्तु न्यायशास्त्रे अन्ततो गत्वा इमानि सर्वाणि वस्तूनि एकः पदार्थः. Okay. कस्यां पदार्थश्रेण्याम् आगच्छति इति विश्लेषणं कृत्वा तत्र स्थापयन्ति, द्रव्यं वा, गुणः वा, कर्म. यदि पदार्थः इति संज्ञा, द्रव्यं संज्ञा बोल टाइप, पदार्थः नो बोल टाइप. अग्रिम पृष्ठे अस्ति महोदय, बोल्ड् मध्ये एकः श्लोकः अस्ति खलु. Actually, that's a good question. अस्तु, अस्मिन् पुस्तके बोल्ड् इति अथवा स्थूलाक्षरे यत्किमपि पठामः पश्यामः तस्य अर्थः अस्ति मूलग्रन्थात्, तर्कसङ्ग्रहात् उद्धृतम् पदम् अथवा उद्धृतं वाक्यम् इति. द्रव्यमपि तथा इति अस्ति. अग्रिमपृष्ठे पदार्थस्य विवरणं भवेत् पश्यामः तत्र गत्वा. अस्तु, सर्वे मां शृण्वन्ति खलु? मम ध्वनिः आगच्छति वा? यस्, आम्. सौम्या भगिनी इति अस्तु, केचन वदन्ति मम ध्वनिः न श्रूयते इति. अस्तु, भवतु नाम, अग्रे गच्छेम. हरिप्रिया भगिनी अग्रिमपरिच्छेदं पठति वा? हा, नमस्ते भगिनि, पठामि. तत्र यः विशेषः गृहीतः सः बहुषु भवेत्, एकस्मिन् वा भवेत्. बहुषु भवति चेत् बहूनां सा संज्ञा, यथा पृथिवी द्रव्यमिति उच्यते. जलमपि द्रव्यं, समवायत्वमिति पदार्थः एकस्मिन्नेव वर्तते, अतः एकस्यैव समवाय इति संज्ञा भवति. अतश्च अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं सुशकं भवति. उच्यतां भगिनि. एतेषु वाक्यशः गच्छतु. एतेषु द्रव्यम् इति उक्तं किल, तत्र यः विशेषः विषयः अस्ति तत् तस्मिन् द्रव्ये एव वर्तते. प्रथमवाक्यं किं पठतु? तत्र यः विशेषः गृहीतः सः बहुषु भवेत्, एकस्मिन् वा भवेत्. तदवगतं खलु? अस्माकम् उदाहरणे सः विशेषः गुणः इति. सः गुणः बहुषु पदार्थेषु भवेत् अथवा एकस्मिन्नेव पदार्थे भवेत् इति वार्ता. अस्तु, अग्रे. बहुषु भवति चेत् बहूनां सा संज्ञा, बहु द्रव्येषु. हा, इत्युक्ते अत्र द्रव्यम् अस्तु, द्रव्यमिति एकः पदार्थः, तस्मिन् गुणः वर्तते किल. गुणः इति एकः पदार्थः, विशेषः, विशिष्टपदार्थः. सः गुणः इति पदार्थः बहुषु वर्तते, न केवलं पृथिव्याम् अथवा जले इति. अग्रिमवाक्यं पठतु. पृथिवी द्रव्यमिति उच्यते, किमर्थम्? हा, पृथिव्यां गुणः अस्ति, अतः पृथिवी इति एकं विशिष्टं द्रव्यम् अभवत्. जलमपि द्रव्यं, किमर्थम्? जलस्यापि विशेषगुणमस्ति, गुणः अस्ति. तर्हि गुणः इति पदार्थः पृथिव्याम् अस्ति, जले अस्ति, तेजसि नाम अग्नौ अपि एकः गुणः अस्ति. यत्र यत्र गुणः वर्तते, अत्र तु बहुषु वर्तते किल, बहुषु पदार्थेषु वर्तते, पृथिव्यां, जले, तेजसि, वायौ इत्यादिषु वर्तते एव गुणः. अतः बहूनां संख्या किम् अभवत्? द्रव्यम् इति अभवत्. बहूनां वस्तूनाम् अथवा बहूनां पदार्थानां संज्ञा द्रव्यम्. पृथिवी इति एकविधं द्रव्यं, जलम् इति एकविधं द्रव्यं, तद्वदेव तेजः इति एकविधं द्रव्यं तथा गच्छति इति वार्ता. अस्तु, अग्रे गच्छतु भगिनि. बुद्धं वा एतावता? हा हा हा, सम्यक्. अग्रे. समवायत्वमिति पदार्थः एकस्मिन्नेव वर्तते, अतः एकस्यैव समवाय इति संज्ञा भवति. समवायत्वं तु अन्यत्र न वर्तते. समवायत्वमेव वर्तते, अतः एकस्यैव संज्ञा. तावदवगच्छति वा भगिनि? हा, श्रीवल्ली भगिनी किमासीत्? समवायत्वं पदार्थं किं पदस्य अर्थं किम्? हा हा हा सम्यक् अस्ति प्रश्नः, किन्तु अग्रे गत्वा पश्यामः. यथा गुणः इति एकः पदार्थः, द्रव्यमिति एकः पदार्थः, तद्वत् समवायत्वमिति कश्चन पदार्थः, नाम यथा पृथिवी इति कश्चन पदार्थः, तत्तु द्रव्यम् इत्यस्यां श्रेण्याम् आगच्छति. तद्वत् समवायत्वम् इति अपि एकः पदार्थः इति अधुना तावत् पर्याप्तम्, अग्रे गत्वा अवगच्छामः. अस्तु हा यथा हा सम्यक् भगिनि, यथा गुणः बहुषु पदार्थेषु आसीत् अतः बहूनां संज्ञा द्रव्यम् इति जाता, परन्तु समवायत्वम् इति यः कोऽपि पदार्थः अथवा विशिष्टपदार्थः अस्ति सः पदार्थः कुत्र वर्तते हरिप्रिया भगिनि? तस्मिन्नेव वर्तते, एकस्मिन्नेव वर्तते, एकस्मिन् पदार्थे एव वर्तते. तस्य उदाहरणं किं? समवायः इति महोदय. यथा गुणः समवायत्वं समवायत्वम् इति पदार्थः एकस्मिन्नेव वर्तते. एकस्मिन् कस्मिन्? समवाये. एकस्मिन् पदार्थे, एकस्मिन् पदार्थे. अस्तु अस्तु एवं करोतु महोदय, अत्र तृतीयपुटे स्थूलाक्षरैः पश्यति वा द्रव्यं गुणकर्म इत्यादिकं, तत् पठतु एकवारम्. सभ्यसाची महोदय अपि पठितवान् सप्तपदार्थानां नाम्ना निर्देशः कृतः तत्र पश्यति तृतीयपृष्ठे अस्ति. द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः. बुद्धं तस्मिन् समवायः इति आगतं किल? आगतं. हा समवायः एकः एव इति उच्यते तैः. द्रव्यं भिन्नभिन्नानि द्रव्याणि स्युः यथा पृथिवी जल तेजः इत्यादिकं, समवायः तथा नास्ति. समवायत्वमिति कश्चन पदार्थः एकस्मिन् एव अस्ति, तर्हि केवलम् एकस्यैव पदार्थस्य नाम समवायः इति आगतम् इति तेषाम् आशयः. अस्तु अग्रे गत्वा विशदरीत्या येषां पदार्थानाम् अवगमनं भवति, परन्तु हा परिचयत्वेन श्रेणीकरणं केन माध्यमेन कृतं तैः, एकस्मिन् वर्तते चेत् एकस्यैव संज्ञा समवायः इति भवति, अथवा बहुषु वर्तते चेत् बहूनां संज्ञा किमपि स्यात् द्रव्यं वा अथवा गुणः इति तथा तथा गत्वा गत्वा गत्वा अन्ततो गत्वा सप्तपदार्थाः निर्मिताः इति वार्ता अस्ति. अस्तु हरिप्रिया भगिनी अन्तिमवाक्यं कृपया. अतश्च अनन्तानामपि पदार्थानां अनेन उपायेन निरूपणं सुशकं भवति, अतः अनन्तानाम् अन्यैः पदार्थैः अपि एतद् उपायेन एव निरूपणं करणीयम्. हा सम्यक्, सुशकम् इत्युक्ते सुलभम्, एतेन उपायेन एवं श्रेणीकरणं कृत्वा सर्वेषां पदार्थानाम् अवगमनं भवति अस्माकं, तेषां निरूपणं क्रियते नैयायिकैः इति वार्ता. कोऽपि प्रश्नः कस्यचित्? एतावता सर्वं बुद्धम् इति चिन्तयामि. प्रश्नाः सन्ति चेत् कृपया मां स्थगयित्वा पृच्छन्तु. अग्रे सरेम तर्हि. चिन्मया भगिनी इति अस्ति वा? चिन्मया न स्यात्. संगीता भगिनी? अस्मि भगिनी. चिन्मया इति? संगीता भगिनी. संगीता भगिनी, संगीता अहं संगीता. श्रुतं भगिनी, सम्यक्. अग्रिम अग्रे पठतु भगिनी. संग्रहाति ग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुधौ निदायैव कृतः. अग्रिमपि पठनीयं वा? एतावता किं बुद्धमिति वदतु एकवारं. सङ्ग्रहाति ग्रन्थेषु अर्थं बहुषु ग्रन्थेषु सङ्ग्रहः इति एकः ग्रन्थः, अन्येषु ग्रन्थेषु अपि सप्तपदार्थाः इति यः विभागः कृतः, अन्येषु ग्रन्थेषु अपि यः विभागः कृतः सप्तपदार्थाः इति नाम्नि यः दर्शितः सः एवं रीत्या एव बुधौ जनाः एवं विधा एव कृतः इति अहं चिन्तयामि एवं. सम्यक् अस्ति भगिनि, अवगमनं समीचीनं. सङ्ग्रहादिग्रन्थेषु इत्युक्ते तर्कसङ्ग्रहादिषु ग्रन्थेषु सप्तपदार्थाः ये निर्दिष्टाः ते एवमेव रीत्या निर्दिष्टाः. बुद्धौ निधाय इत्युक्ते मनसि निधाय, मनसि निधाय एवं दर्शितः इत्युक्ते गुणः यस्मिन् अस्ति तद्द्रव्यं भवतु इति एका सत्यम् एका श्रेणी. समवायत्वं यत्र भवति तद् समवायः भवतु इति एका श्रेणी अथवा एका संज्ञा. समवायः नाम कः इति अग्रे गत्वा पठेम, परन्तु बुद्धौ एतद् भवेत् यत् एकं विशिष्टपदार्थम् आदाय तत् कुत्र कुत्र वर्तते इति विचिन्त्य तस्य आधारेण नामकरणं संज्ञाकरणं कृतम् अथवा श्रेण्यः निर्मिताः एतैः इति अस्ति. सम्यक् प्रश्नः अस्ति वा कस्यचित्? अस्तु अग्रे सरेम. भगिनि भवती एव अग्रिमपरिच्छेदम्. अहमेव पठामि. वात्स्यायनभाष्यादिग्रन्थेषु एवं वर्णयन्ति, प्रथमतः उद्देशः ततः लक्षणं ततः परीक्षा इति. उद्देशो नाम नामनिर्देशः, द्रव्यम् इति कथनं, गुणः इति कथनम्. अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते, केवलं संज्ञा उच्यते. अतः अयम् उद्देशः, केन वस्तुना द्रव्यं ज्ञातव्यं? गुणेन. यत्र गुणः तद् द्रव्यम् इति कथनं द्वितीयं, तदेव लक्षणम् इति उच्यते. अस्तु भगिनि वदतु खण्डशः. वात्स्यायनभाष्यादिग्रन्थेषु एवं वर्णयन्ति, गुणस्य वा द्रव्यस्य वा निर्देशनम् एवमेव वात्स्यायनस्य भाष्यमादिग्रन्थेषु एवं वर्णनं भवति इति. वात्स्यायनादिग्रन्थेषु किं वर्णयन्ति इति अग्रे अस्ति, अपि च तत्र एकं फुट् नोट् अस्ति, पश्यति वा? वात्स्यायनमहर्षिः गौतमप्रणीतन्याय सूत्राणां भाष्यकारः इति अवगतम् अथवा अहं किं? वात्स्यायनमहर्षि गौतमप्रणीतन्यायसूत्राणां भाष्यकारः भवति. वात्स्यायनमहर्षि भाष्यकारः यः न्यायसूत्राणि गौतमऋषिणा कृतं तेषां भाष्यकारः वात्स्यायनमहर्षिः भवति इति अर्थः. हा सत्यं, समीचीनं, बहु सम्यक् अस्ति. गौतमः इति न्यायशास्त्रस्य प्रवर्तकः संस्थापकः. न्यायशास्त्रं सूत्ररूपेण गौतममहर्षिणा दत्तं. तस्य भाष्यकारः अस्ति वात्स्यायनमहर्षिः. अस्तु तर्हि पुनः गच्छेम अस्माकं परिच्छेदं प्रति. वात्स्यायनभाष्यादिग्रन्थेषु एवं वर्णयन्ति, किं वर्णयन्ति इति अग्रे पठतु भगिनि. प्रथमतः उद्देशः ततः लक्षणं ततः परीक्षा इति. प्रथमतः उद्देशः इति किं भवति? उद्देशः हा इति पश्येम. अस्तु सर्वेषु ग्रन्थेषु भागत्रयं वर्तते. भागत्रयं किम्? उद्देशः प्रथमः, द्वितीयः लक्षणं, तृतीयः परीक्षा इति. हा सम्यक् इति मनसि भवेत्. एतेषु तर्कशास्त्रन्यायशास्त्रग्रन्थेषु भागत्रयं वर्तते अस्तु, अग्रे अग्रे गच्छतु भगिनि. उद्देशः नाम नामनिर्देशः. नामनिर्देश इति एतस्य नाम किं, तस्य नाम किम् इति निर्देशः भवति, तस्य नाम उद्देशः भवति इति. हा, उद्देशभागे, उद्देश इति भागे. वस्तुतः उद्देशः एतेषु ग्रन्थेषु भागः इति न उच्यते, ग्रन्थः इत्येव उच्यते. उद्देशग्रन्थः, हा, उद्देशग्रन्थः, लक्षणग्रन्थः, परीक्षाग्रन्थः, तथा आगच्छति. अस्तु, उद्देशभागे अथवा उद्देशग्रन्थे नामनिर्देशः. अनन्तरं द्रव्यं, द्रव्यम् इति कथनं, गुणः इति कथनं, द्रव्यम् इति कथनं, द्रव्यम् एकं भवति, गुणः एकः भवति इति. उद्देशग्रन्थे किं भवति नामनिर्देशः? केवलं द्रव्यम्? उद्देशग्रन्थे ओ, नामनिर्देशः तु द्रव्यं, गुणः इति नामनिर्देशः भवति उद्देशग्रन्थे. सत्यम्. अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते. उद्देशग्रन्थेषु कथं द्रव्यस्य नाम भवति इति निरूपणं न भवति, केवलं नाम एव वर्तते तत्र. सत्यम्. केवलं संज्ञा उच्यते, संज्ञा इति नाम भवति किल, संज्ञा एव भवति तत्र. उद्देशग्रन्थेषु संज्ञा एव भवति, अतः अयम् उद्देशः, अत एव तस्य नाम उद्देशः भवति. सत्यम्. अग्रे गच्छामि वा? अग्रे गच्छतु भगिनि, सम्यक् आसीत् यद् भवती उक्तवती, अग्रे गच्छतु. केन वस्तुना द्रव्यं ज्ञातव्यं? गुणेन. वस्तुना परिचयः कथं भवति इति चेत् गुणेन एव भवति, तस्य गुणेन एव तत्तद् वस्तुना परिचयः भवति. यत्र गुणः तद् द्रव्यम् इति कथनं द्वितीयं. गुणः अस्ति चेत् तत् द्रव्यम् इति नाम प्राप्नोति, गुणः न भवति चेत् तद् द्रव्यमेव न भवति. तदेव लक्षणमिति, गुणः एव द्रव्यस्य लक्षणं भवति इति उक्तम्. हा, बहु समीचीनम् अस्ति भगिनि. इति वार्ता, लक्षणम् इति द्वितीयग्रन्थः, द्वितीयभागः खलु, उद्देशभागः, लक्षणं, लक्षणं द्वितीय, अस्तु अस्तु, द्वितीयः लक्षण, तदेव लक्षणमिति उच्यते. अस्तु. इत्युक्ते नामकरणात् किञ्चित् अग्रे गत्वा द्रव्यम् इति किमर्थम् उच्यते, केन कारणेन कोऽपि पदार्थः द्रव्यम् इति संज्ञां प्राप्नोति, इत्येषां परिशीलनम् अस्ति लक्षणविभागे अथवा लक्षणग्रन्थे. बुद्धं वा? लक्षणम् इति अपि पारिभाषिकशब्दः अस्ति. अग्रे गत्वा तस्य विषये इतोपि किञ्चित् ज्ञास्यामः. लक्षणम् इति अधुना द्वितीयभागः, उद्देशभागः, लक्षणभागः अथवा उद्देशग्रन्थः, लक्षणग्रन्थः इति अपि वक्तुं शक्यते. अस्तु, अग्रे सरेम तर्हि. अस्तु भगिनि. समीचीनं. चक्री महोदय अस्ति वा? चक्री महोदय दृश्यते. महोदय अन्म्यूट् कर्तव्यमस्ति वक्तुमिच्छति चेत्. अन्म्यूट् करोतु कृपया चक्री महोदय. अस्तु, नास्ति चेत् अग्रे सरेम. सौम्या भगिनी अस्ति वा? अन्म्यूट् कर्तव्यम्. अथवा प्रिया श्रीनिवासन् इति. सर्वे म्यूट् मध्ये सन्ति, कृपया अन्म्यूट् कुर्वन्तु. विजय तनिकेला महोदय. हा, प्रिया भगिनि, अस्तु, अन्म्यूट् कृतवती, वदतु भगिनि. गुणः इति पदार्थः द्रव्ये वर्तते न वा, अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षा, तया च परीक्षया विचारः परिपूर्णः भवति. तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते, न तु परीक्षाभागः. बालबोधनाय प्रवृत्तत्वात्, प्रवृत्तत्वात्, प्रवृत्तत्वात् क्षम्यताम् उच्यताम् पुनः इति पदार्थः अस्ति द्रव्यं तत् गुणस्य द्रव्यम् अस्ति चेत् न अस्ति चेत् अपि तद् गुणः एव अस्ति सत्यं गुणः इति अपरः एकः पदार्थः द्रव्यमिति एकः पदार्थः किन्तु अत्र वार्ता का प्रथमवाक्यम् इतोपि एकवारं प्रथमवाक्यं पठतु गुणः इति पदार्थः द्रव्ये वर्तते न वा अस्ति चेत् न पदार्थः भगिनी किञ्चित् भवत्याः ध्वनिः गतः कुत्रचित् स्थगितः आसीत् पुनः पठतु प्रथमवाक्यं गुणः इति पदार्थः द्रव्ये वर्तते न वा अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षा बुद्धं परीक्षा का इति एतद् वाक्ये परिशीलनं कर्तुं शक्नोति द्रव्यं वर्तते वा न वर्तते या न गुणः इति पदार्थः एव न अत्र वार्ता का इत्युक्ते गुणः इति पदार्थः इति जानीमः अस्तु गुणः अनुगतं पदार्थः द्रव्यम् इत्यपि जानीमः तत्तु सर्वम् अभवत् उद्देशभागे लक्षणभागे तत्सर्वम् अभवत् अधुना परीक्षाभागे किं क्रियते इत्युक्ते एषः गुणः यः द्रव्ये वर्तते सः द्रव्ये कुत्र कुत्र वर्तते पृथिवी इति द्रव्यं स्वीकरोतु तस्मिन् गन्धः इति गुणः अस्ति अस्तु सः गुणः द्रव्यस्य एकस्मिन् भागे वर्तते वा अथवा सर्वत्र वर्तते वा इत्यादि विचाराः गुणः पृथिव्याम् एकस्मिन् पुस्तकम् इति स्वीकरोतु भगिनि पुस्तके कश्चन गुणः अस्ति रूपम् इति गुणः अस्ति अथवा कलर् इति चिन्तयतु पुस्तकस्य सः गुणः पुस्तकस्य एकस्मिन्नेव भागे अन्तभागे मध्यभागे वर्तते वा उपरितनभागे वर्तते वा सर्वत्र वर्तते वा तत् इत्यादि विचाराणां विश्लेषणमस्ति परीक्षा अग्रे तया च परीक्षया विचारः परिपूर्णः भवति एतस्य परीक्षाया कर्तुं शक्यते एव परिपूर्णः भवति तत् गुणस्य द्रव्यस्य नाम प्रथमम् उद्देशग्रन्थे नामकरणं कृत्वा लक्षणग्रन्थे लक्षणं किम् इति ज्ञात्वा पुनः परीक्षा क्रियते चेत् अस्माकं बुद्धौ विशदरीत्या एतेषां सर्वेषाणां विचारः स्थापितं भवति स्थापितः भवति खलु वयं कुत्र गच्छामः अधुना जगति यावन्ति वस्तूनि सन्ति तेषां विश्लेषणं कर्तुं यतमानाः सन्ति खलु वयं तर्हि परीक्षया एतत् सर्वं परिपूर्णः भवति परिपूर्णं भवति अस्तु अग्रे तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते न तु परीक्षाभागः तर्कसङ्ग्रहे मध्ये उद्देशभागः अथवा लक्षणभागः एवम् अस्ति परीक्षाभागः तर्कसङ्ग्रहे मध्ये नास्ति किमर्थं नास्ति अग्रिमवाक्यं पठतु बालबोधनाय प्रवृत्तत्वात् निधाय हृदि अस्य अर्थः अस्ति यत् तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति भागद्वयमेव परीक्षाभागः नास्ति विद्याधरी तु तर्कसङ्ग्रहस्य व्याख्या तर्हि अस्मिन्नपि भागद्वयमेव अस्ति किमर्थं तथा इत्युक्ते बालानां बोधनाय अस्य आशयः अस्ति बालानां भोजनं, तदर्थं परीक्षा इति भागः अत्र त्यक्तः, किन्तु प्रथमभागद्वयं तु वर्तते इति. तर्हि भगिनी, बालः इत्युक्ते ग्रहणधारणपटुः इति, तर्हि अत्र बालः इत्युक्ते भिन्न अर्थ वा? न, सः एव अर्थः भगिनि. सः एव अर्थः. तर्हि परीक्षा इति कर्तुं तत्र तत्र का आवश्यकता अस्ति? तत्र परीक्षा इति कर्तुम् आवश्यकता अस्ति विचारस्य परिपूरणार्थं, परन्तु तर्कसङ्ग्रहे तथा न कृतं, तावदेव वक्तुं शक्यते भगिनि. किन्तु बालः इति सः एव अनधीततर्कसङ्ग्रहः, अधीतव्याकरणकोशादिमान्, तादृशानां ये केऽपि अधुनैव प्रविष्टवन्तः न्यायाध्ययने, तेषां सुलभावगमनाय तर्कसङ्ग्रहः कृतः भागद्वयं स्वीकृत्य. अस्तु अस्तु अस्तु. परीक्षाभागः कुत्र अस्ति? तर्कसङ्ग्रहे मध्ये नास्ति चेत् अपरेषु न्यायग्रन्थेषु स्यात्, अपि च गौतमऋषिणा सूत्राणि दत्तानि, तत्र परीक्षाभागाः अवश्यं स्यात्, तथा अस्ति. किन्तु तर्कसङ्ग्रहग्रन्थे नास्ति इति. अस्तु, हा समीचीनं. प्रिया भगिनी समापयतु कृपया अग्रे. तदादौ अन्नं भट्टः ग्रन्थस्य एकनिमिषः, तत्र श्लोकः अस्ति खलु, निधाय निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः. अग्रे पठतु भगिनि. अहं न जानामि भगिनि. चिन्ता नास्ति, चिन्ता नास्ति, केवलं मङ्गलाचरणं कृतम् इति पद्धतिः अस्ति. हृदि विश्वेशं निधाय, हृदि इत्युक्ते मनसि विश्वेशं भगवन्तं निधाय, गुरुवन्दनं कृत्वा बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति तादृशी पद्धतिः अस्ति. ग्रन्थस्य आदौ मङ्गलाचरणं क्रियते. किमर्थं क्रियते इति अग्रे अस्ति, वदतु. तदादौ अन्नं भट्टः ग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्तपदार्थान् नाम्ना निर्दशति द्रव्येति. इत्युक्ते अन्नं भट्टस्य ग्रन्थे एवं मङ्गलाचरणं कृत्वा अन्नं भट्टः, मम ग्रन्थः निर्विघ्नतया परिपूर्णः भवतु इति मङ्गलाचरणं कृत्वा अग्रे गत्वा सप्तपदार्थान् नाम्ना निर्दिशति द्रव्ये, द्रव्य इति द्रव्येति. हा समीचीनम्. अधुना उद्देशग्रन्थभागे प्रवेशं कुर्मः. तृतीयपृष्ठात् मङ्गलाचरणं कृतं, प्रथमतया द्रव्यस्य नाम्ना निर्देशनम् अस्ति अत्र इति. तर्हि कः पठति? अभयङ्करमहोदय कृपया अग्रिमपुटे पठति वा यदस्ति. द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः. द्रव्यं गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः, इमे सप्तपदार्थाः. महोदय, एकवारं तर्कसङ्ग्रहस्य मूलवाक्यमपि पठतु यद् उपरि अस्ति, येन सर्वेषां मनसि उद्देश. किं पठितव्यं? प्रथमपङ्क्तिः तृतीयपृष्ठस्य. द्रव्यगुणकर्म सामान्यविशेषसमवायाभावाः सप्तपदार्थाः. द्रव्यं गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः, इमे सप्तपदार्थाः. समीचीनम्. इति नाम्ना निर्देशः. तत्र पदार्थोद्देशे नामनिर्देशे आदौ संज्ञाकरणं निर्दिष्टम्. अस्तु, अत्र किमपि नास्ति, केवलं नाम्ना उच्चारणं कृतं सप्तपदार्थानां, द्रव्यगुणकर्मसामान्यं विशेषः समवायः अभावाः. अभावाः इति सप्तपदार्थाः, नाम्ना उच्चारितं तावदेव. हा अग्रे महोदय. तत्र पदार्थोद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं. कुतः यतः इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति. ओ किं बुद्धं, किञ्चित् प्रतिपादयतु. इतरे सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति. इतरे सर्वे गुणः कर्म सामान्यं विशेषः समवायः अभावः नामनिर्देशसन्दर्भे एते षट् पदार्थाः द्रव्यम् आश्रित्य एव तिष्ठन्ति. साधु खलु? द्रव्यम् आश्रित्य तिष्ठन्ति इत्युक्ते द्रव्ये सर्वम् अस्ति, द्रव्ये गुणः अपि अस्ति, कर्म सामान्यं विशेषः समवायः अभावः इति अस्ति. इति कृत्वा द्रव्यम् इति प्रथमतया निर्दिष्टम्. निर्दिष्टं साधु खलु. गुणे कर्म नास्ति किन्तु इति वार्ता, गुणे कर्म नास्ति किन्तु द्रव्ये तदस्ति. द्रव्ये सामान्यम् इत्यपि अस्ति, तद् किम् इति अग्रे पश्येम. द्रव्ये अन्ये षड् पदार्थाः सन्ति इति कृत्वा द्रव्यस्य निर्देशः नामनिर्देशः प्रथमतया एव कृतः, यतोहि अन्ये सर्वे द्रव्यम् आश्रित्य तिष्ठन्ति. अहम् एकं शब्दं पश्यन् अस्मि, पदार्थोपदेशे इति शब्दः. कः तस्य विग्रहः? पदार्थस्य उद्देशः, पदार्थोद्देशः. साधु उद्देशः इति किम्? उद्देशः इत्युक्ते नाम्ना निर्देशः. नामनिर्देशः. ओके, तत्र पदार्थोद्देशे अतः नामनिर्देशे. साधु अस्तु, बुद्धं वा एतावता सर्वैः? उद्देशग्रन्थस्य आरम्भः अत्रैव अस्ति. उद्देशग्रन्थः पदार्थस्य उद्देशात् आरभ्यते. महोदयेन यत् पठितम् एते सर्वे सप्तपदार्थाः इति. अग्रे भगिनी, अत्र प्रश्नः अस्ति, अत्र क्रमस्य किमर्थं महत्वं प्रथमं द्रव्यम् इति? तदेव उक्तवन्तः भगिनी, द्रव्यम् आश्रित्य अन्यानि तिष्ठन्ति. ओ अस्तु, भवती प्रष्टुमिच्छति द्रव्यं गुणः कर्म सामान्यम् इति क्रमस्य महत्वं किम् इति, किल? किमर्थं द्रव्ये सर्वे अन्ये पदार्थाः सन्ति परन्तु द्रव्यं प्रथमं निर्दिष्टं किमर्थं, तस्य क्रमस्य किमपि महत्वम् अस्ति वा? हा इति एव उक्तं, नामनिर्देशे आदौ द्रव्यं निर्दिष्टं. कुतः इत्युक्ते किमर्थं? यतः इतरे सर्वेपि इत्युक्ते इतरे सर्वे पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति. इति एव प्रश्नः वा भगिनि, द्रव्यं किमर्थं प्रथमतया निर्दिष्टः इति? अत्र केवलं तत्र तस्य समाधानं, तस्य समाधानम् अत्र वदति किमर्थं द्रव्ये प्रथमम् अस्ति इति, परन्तु तत्र प्रथमम् अस्ति इति तत्र किमपि महत्वं नास्ति. भवत्याः यदि अहं गुणः प्रथमं करोमि अनन्तरं द्रव्यं करोमि, अन्ये षट् पदार्थाः द्रव्ये एव तिष्ठन्ति, अतः द्रव्यं महत्वपूर्णः पदार्थः प्रायः अस्ति. श्रीवल्ली भगिनी उच्यताम्? अस्तु, अहं बहु अग्रे गन्तुं न इच्छामि स्म, किन्तु अष्टमपुटं पश्यतु PDF मध्ये अथवा पुस्तके अष्टमपुटं पश्यन्तु. पश्यन्ति वा सर्वैः प्राप्तम्? अस्तु अस्तु, प्राप्तं चेत् उच्यताम्. अष्टमपुटं पश्यन्ति आं वा न? सप्तमं. सभ्यसचि महोदय तु प्राप्तवान्? अन्ये? अहं प्राप्तवती भगिनी. प्राप्तवान् द्रव्यादिनामाधान. तत्र पश्यन्तु, तत्र पश्यन्तु द्रव्यम् इत्यस्मिन् भगिनी पश्यतु सर्वे पदार्थाः सन्ति. द्रव्ये स्वयं द्रव्यमपि अस्ति, स्थातुं शक्नोति. अस्तु पश्येम अग्रे. ओ अतः एव प्रथमम्, इदानीम् अवगच्छामि. अस्तु धन्यवादः. गुणः इति पश्यतु, गुणे तु त्रयः पदार्थाः एव सन्ति, सामान्यं समवायः अभावः. कर्मणि अपि तथा, सामान्यम् इति एकः अस्ति, सामान्यम् इत्यस्मिन् समवायः अस्ति, अभावः अस्ति, अन्ये पदार्थाः न सन्ति. ततः अग्रे गत्वा गत्वा एवं क्रमः अनुसृतः. इदानीं भवती प्रष्टुं शक्नोति कर्म इति प्रथमं स्यात् गुणात् गुणात् पूर्वम् इति अपि शक्यं, किन्तु तर्कसङ्ग्रहस्य क्रमः एवमस्ति: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. अस्तु अस्तु भगिनि, सम्यक्. एण्ड् इस् द रीज़न् फार् फार् सच् अ हैरार्की, इस् इट् बिकास् इट् करेस्पाण्ड्स् टु द हैरार्की आफ् द प्रमाणास्, द वेरि लोयेस्ट् कामन् डिनोमिनेटर् बीङ्ग् द प्रत्यक्ष प्रमाण, अण्ड् लेटर् अण्ड् द स्लैट्लि हैयर् प्रमाण बीङ्ग् द अनुमान अण्ड् शब्द. डस् इट् करेस्पाण्ड् टु द हैरार्की आफ् प्रमाणास्? बिकास् द्रव्यम् इस् वाट् इस् द्रव्यम् इस् वाट् इस् मेटीरियलि डिसर्नबल् इति. इट् इस् मेटीरियलि डिसर्नबल् इति सत्यं, किन्तु अनुमानप्रमाणेनापि साधयितुं शक्नोति द्रव्यम् इति. केवलं प्रत्यक्षेण न, अनुमानेनापि साधयितुं शक्नोति. तर्हि तत्र करेस्पाण्डेन्स् अस्ति न वा इति न जानामि, परन्तु एवं जानातु यत् अनेन क्रमेण गच्छति पदार्थनिर्देशः इति, द्रव्यगुणकर्म. अस्तु, समीचीनमस्ति. अस्तु, पुनः तृतीयपुटं पृष्ठं प्रति आगच्छन्तु सर्वे कृपया. तर्हि श्रीवल्ली भगिनी पठति वा, यत्र महोदय स्थगितवान् तत्र अस्ति विशेषः इति? प्रयत्नं करोमि. तत्र अस्ति विशेषः: द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते गुणः, द्रव्यस्य उपरि वर्तते इति ज्ञायते. यथा यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. तत्र आसनं यज्ञदत्तस्य भारं वहति. प्रयत्नं करोतु भगिनि, खण्डशः. ओके. पूर्वं पूर्वम् उद्देशसम्बन्धित वार्तानि वयं पश्यन्ति. नाम्ना निर्देशः कृतः, उद्देशः कृतः, नाम्ना निर्देशः कृतः. इदानीं लक्षण एवं गुण गुणसम्बन्धित अत्र एकनिमिष, अत्र लक्षणग्रन्थः नास्ति, गुण अत्र एकः सिद्धान्तः, एकः कान्सेप्ट् अस्ति तावदेव, लक्षणम् इति न उक्तम् एतावता. अस्तु अस्तु, अत्र प्रश्नः कः? द्वितीयवाक्यं पठतु. द्रव्ये द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते, गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. अवगतम्? अवगतम्. स्वस्य वाक्यैः प्रयत्नं करोति वा, अथवा अहं किञ्चित् वदामि? अस्तु, अत्र वार्ता का इति चेत्, द्रव्ये गुणः तिष्ठति इति चेत् सप्तमीविभक्तिप्रयोगः कृतः, द्रव्ये गुणः इति खलु. तस्य अर्थः कः? अहम् इदानीम् अहं वदामि, अहम् आसन्धे उपविशामि इति वदामि चेत् अहम् उपरि अस्मि, आसन्दः मत् अधः, किल? एवमेव द्रव्ये गुणः तिष्ठति इति यदा वदामः तदा द्रव्यम् अधः, गुणः द्रव्यस्य उपरि इति अवगन्तव्यम् अस्ति. बुद्धम्? अहं भूमौ तिष्ठामि, भूमिः अस्ति. अहं भूमौ तिष्ठामि इत्युक्ते अधः भूमिः अस्ति, भूमेः उपरि अहं तिष्ठामि. तद्वदेव द्रव्ये गुणः तिष्ठति अथवा द्रव्ये गुणः अस्ति इति यदा वदामः तदा द्रव्यम् अधः, गुणः उपरि. बुद्धं वा भगिनि, श्रीवल्ली भगिनि? बुद्धं. अग्रे अग्रे पठतु भगिनि. यथा यथा यज्ञदत्तः आसने वर्तते इत्युक्तैः यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. भवती उदाहरणं आल्रेडि दत्तवती. हा, मम उदाहरणं दत्तवती, तद्वदेव. अत्र चित्रमस्ति, पश्यन्ति वा अधोभागे, यज्ञदत्तः इति कश्चन अस्ति, सः आसने उपविशति, आसनम् अधः, यज्ञदत्तः तस्मात् उपरि इति. बुद्धं खलु? हा, अन्तिमवाक्यं पठतु. तत्र आसनं यज्ञदत्तस्य भारं वहति. It is the converse of the previous sentence. Samyak. Yagnadattasya bharam asanam yagnadattasya bharam vahati. Ityukte yagnadattam vahati. Asanam is bearing yagnadatta's weight. Converse iti yaduktam tadapi samichinam. Yagnadattasya bharam vahati. Yato hi adaha asti asanam. Buddham va? बुद्धं. हा, सम्यक् अस्ति. तर्हि इदम् एकं पृष्ठं पठित्वा समापयामः अग्रिमभागं. केन न पठितम् एतावता? पठितुम् इच्छन्ति वा? यथा विजयतनिकेल महोदय, विजि भगिनी. एकनिमिषः, अहं पठामि वा? एकनिमिषं विजि भगिनी पठति, अनन्तरं सौम्या भगिनी. म्यूट् करोतु, अनन्तरं पठति. अस्तु, पठतु भगिनि, पठतु भगिनि. आधार आधेयभावव्यवस्थापनम् अत्रेदं कल्पयामः. आसनं प्राणी इति, तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि. इयं भारवहनस्य चिन्ता एव अधिकरणता, आधारता इति वा उच्यते. किम् अवगतम्? अत्रेतं कल्पयामः. अहं वयम् अधुना कल्पयामः इति. आसनम् अत्र अस्ति, आसने यज्ञदत्तः उपविशति. तत्र आसनं प्राणी इति कल्पयामः. तर्हि तत् आसनं चिन्तयति, अहं यज्ञदत्तस्य भारं वहामि इति. आसनं तु प्राणी नास्ति, आसनं चिन्त कल्पनां कुर्मः, कल्पनां कुर्मः इति. हा, अग्रे भगिनि. इयं भारवहनस्य चिन्ता एव अधिकरणता, आधारता इति वा उच्यते. इति एवं कल्पना अस्ति. इयं भारवहनस्य एतत् चिन्ता, एषा चिन्ता अतिकरणता नाम उच्यते, अथवा आधारता नाम उच्यते. साधु वा भगिनि? समीचीनं भगिनि. नाम अत्र आसनं प्राणी इति कल्पनां कुर्मः. आसनं प्राणी इति नपुंसकलिङ्गे अस्ति. अस्तु, इणि प्रत्ययः. प्राणी इति सामान्यतया दीर्घ ईकारः भवति, किन्तु अत्र आसनम् इत्यस्य विशेषणत्वेन अस्ति. आसनं नपुंसकलिङ्गम्, इदानीम् आसनं प्राणी अस्ति इति चिन्तयतु, यस्य प्राणः अस्ति. आसनं किं चिन्तयति, किं चिन्तयति भगिनि? आसनं चिन्तयति, किं चिन्तयति? अहं यज्ञदत्तस्य भारं वहामि, यज्ञदत्तस्य भारं वहामि इति आसनं चिन्तयति इति कल्पयामः. साधु, समीचीनम्. अत्र अधिकरणता, आधारता इति पदद्वयम् उच्यते. चिन्ता एव अधिकरणता इति उच्यते. अधिकरणम् इति जानाति वा, तस्य अर्थः कः? न जानामि. अधिकरणम् इत्युक्ते आश्रयः, फौण्डेशन् इति चिन्तयतु, अथवा बेस्. आसनम् इति अधिकरणम् अस्ति, अथवा आधारः अस्ति, समानार्थकशब्दाः अधिकरणम् आधारः आश्रयः अस्तु। आसनम् इति अधिकरणम् आधारः, आधारस्य भावः आधारता, अधिकरणम् इत्यस्य भावः अधिकरणता। यथा सुन्दरः बालकः अस्ति, बालके सुन्दरता अस्ति, सुन्दरस्य भावः सुन्दरता। तद्वत् सुन्दरता गुणम् इति उच्यते, सत्यं गुणः, हा गुणः इति कल्पयामः। भावः वस्तुतः अत्र प्रत्ययः अस्ति तल् इति, सुन्दरस्य भावः सुन्दरता, तद्वत् अधिकरणस्य भावः अधिकरणता, आधारभावः आधारता। समानार्थकशब्दौ अधिकरणम् अथवा आधारः इति, तादृशभावः अस्ति कुत्र? आसने, आसने अस्ति, यतोहि आसनमेव किम् अस्ति अत्र, आसनम् अधिकरणम् अस्ति, तदर्थम् आसने अधिकरणता। केवलं स्पष्टीकरणार्थम् अत्र उक्तम् आसनस्य एका चिन्ता भवति, यज्ञदत्तस्य भारं वहामि, तादृशभावः एव अधिकरणता अथवा आधारता इति उच्यते। सम्यक्, अस्तु। अग्रे सौम्या भगिनी, प्रश्नः अस्ति वा विजय भगिनी? धन्यवादः। सौम्या भगिनी, हरि ओम्, आरम्भं करोमि वा? यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति, इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इति उच्यते। यदा आसन्दः चिन्तयति अहं यज्ञस्य यज्ञदत्तस्य भारं वहामि, तादृशं यज्ञदत्तः अपि अहं भारं स्थापयामि इति चिन्तयति, तत् आधेयभावः इति वक्तुं शक्यते। आधेयभावः इति उच्यते। यज्ञदत्तं विहाय कश्चित् अचेतनः वक्ष्यमाणः संज्ञारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयति इति आलोचयामः। एतत् किं संख्यारूपः इति पुनः आरम्भतः पठतु वाक्यं। यज्ञदत्तं विहाय कश्चित् अचेतनः वक्ष्यमाणः संख्यारूपगुणः उपरि भवेत्। एवम् एवं तावत् तावत् किं पदम्? तत् न अहम् अवगमनं न आगच्छ तत् अस्तु। यज्ञदत्तं विहाय, इदानीम् आसनं प्राणी इति चिन्तयित्वा किमपि विश्लेषणं कृतवन्तः खलु? तद्वत् यज्ञदत्तं विहाय अचेतनः, अन्य कोऽपि अन्य अचेतनवस्तु, अचेतनवस्तु यस्मिन् चेतना नास्ति, तादृशवस्तु अत्र, तादृशवस्तुः कः अथवा तादृशपदार्थः कः? संख्यारूपगुणः, संख्यारूपगुणः। वक्ष्यमाणः इति उच्यते इत्युक्ते भविष्यत्काले अस्ति, षाणच् प्रत्ययः, संख्याविषये अग्रे उच्यते इति अस्तु। इदानीं तादृशगुणः किं चिन्तयति? गुणोऽहं भारं स्थापयामि इति चिन्तयति। किमर्थं तथा चिन्तयति? अहं गुणः भारम् अहं स्थापयामि, अन्येषु भारम् अहं स्थापयामि इति तत् चिन्तयति। गुणः कुत्र तिष्ठति? वस्तु उपरि द्रव्ये तिष्ठति, घटः उपरि, वदतु, घटः उपरि कलर् तिष्ठति किल, तादृशं घटस्य उपरि, घटस्य उपरि, घटस्य उपरि। संख्यारूपगुणः उपरि भवति, घटः इति द्रव्यं, द्रव्यं वस्तु इति न प्रयुज्यमहे इदानीं पदार्थः इति चिन्तयतु घटः कीदृशपदार्थः द्रव्यं द्रव्यं द्रव्ये गुणः अस्ति खलु तस्य अर्थः अस्ति द्रव्यमधः गुणः उपरि तादृशचिन्ता अस्ति गुणस्य गुणस्य उपरि भारं स्थापयामि इति चिन्तयति द्रव्यस्य उपरि द्रव्यस्य उपरि आम् द्रव्यस्य उपरि गुणः स्थापयति भारं स्थापयति इति गुणः चिन्तयति अतः तादृशे पदार्थे आदेयता भवति तथा आसने अधिकरणता वर्तते इति अवगतं खलु इदानीम् अवगतम् अधिकरणम् अपि च तस्य उपरि यदस्ति तद् आधेयः इति पारिभाषिकशब्दाः मनसि भवेत् आधारः आधेयः आसनम् आधारः द्रव्यम् आधारः तस्य उपरि यत्किमपि अस्ति तद् आधेयः गुणः द्रव्यम् आश्रित्य तिष्ठति इति कृत्वा द्रव्यम् आधारः यस्मिन् आधारता अस्ति गुणः आधेयः यस्मिन् आधेयता अस्ति आधेयस्य भावः आधेयता अस्तु इति उदाहरणमाध्यमेन तत्र प्रदर्शितं यथा आसने अधिकरणता अस्ति तद्वद्द्रव्ये अधिकरणता अपि च गुणे आधेयता अस्ति यथा यज्ञदत्ते आधेयता अस्ति इति वार्ता अस्तु किं महोदय कोऽपि प्रश्नः अस्ति वा कस्यचित् सौम्या भगिनी भाव्या भगिनी भावः स्पीकर् मध्ये स्पीकर् मध्ये अस्ति इयर्फोन् इयर्फोन् स्थापयतु हा अग्रिमसप्ताहात् हा इयर्फोन् उपयुज्य आगच्छतु अस्तु कोऽपि प्रश्नः अस्ति वा कस्यचित् अथवा इतोपि किमपि स्पष्टीकरणम् आवश्यकम् अस्तु नो चेत् अत्र विरमामः पुनः सोमवासरे अयमेव पाठः प्रचलति अपरस्मिन् वर्गे तत्रापि आगन्तुं शक्नुवन्ति नो चेत् अग्रिम शनिवासरे इतः अग्रे सरेम तर्हि धन्यवादः धन्यवादः सर्वेभ्यः नमस्कारः महोदय हा हा हा वार्तालापं कुर्मः श्रीवली भगिनी एकनिमिषः रेकार्डिङ्ग् स्थापयति ओके ओके ओके